नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति धातुपटे हल्सन्धिः, प्रथमः भागः. तत्र हलन्तेभ्यः धातुभ्यः लङ्लकारस्य तप्रत्ययः सप्रत्ययः इत्यनयोः योजनविधिः इति अस्ति. यदा हलन्तेभ्यः धातुभ्यः लङ्लकारस्य प्रथमपुरुषे एकवचने तकारः इति प्रत्ययः, सकारः इति प्रत्ययः अनयोः मेलनं यदा भवति तदानीं पदसंज्ञा जायते. लङ्लकारे तत्र तु प्रत्ययः अपृक्तसंज्ञकः अस्ति, अतः हल्न्याभ्योदितस्य पृक्तं हल् इत्यस्यापि कार्यं भवति. तत्पश्चात् अत्र क्रमेण अस्माभिः दृष्टं यत् पदान्ते संयोगः वर्तते चेत् तदानीं संयोगान्तस्य लोपः इत्यनेन पदान्ते संयोगः वर्तते चेत् अन्तिमवर्णस्य लोपः भवति संयोगान्तस्य लोपः इत्यनेन. तत्पश्चात् रात्तस्य इत्यनेन सूत्रेण पदान्ते संयोगः वर्तते. संयोगस्य प्रथमः सदस्यः रेपः चेत् तस्य अनन्तरं सकारः अस्ति चेत् एव लोपः, अन्यवर्णः अस्ति चेत् लोपः न भवति इति रात् सस्य लोपः. रेपात् परस्य सकारस्य लोपः संयोगान्तस्य पदस्य अन्ते. तर्हि इदं सूत्रं नियमसूत्रम् इत्यपि उक्तं. रेपात् परस्य पदस्य अन्ते संयोगः अस्ति चेत् संयोगान्तस्य लोपः इत्यनेन अन्तिमवर्णस्य लोपः स्यात्. तर्हि रेपात् परस्य अन्यः वर्णः अस्ति चेत् संयोगान्तस्य लोपः इत्यनेन लोपः स्यात्. परन्तु रात्सस्य इति सूत्रं वदति रेपात् परस्य सकारस्य एव लोपः, न तु अन्यवर्णस्य इति अत्र नियमनं क्रियते. एवकारेण नियमनं क्रियते, सकारस्यैव लोपः, अन्यस्य न भवति इति. अत्र विधानमपि अस्ति, निषेधः अपि अस्ति. तर्हि तदेव अस्माभिः दृष्टम्. अत्र रेपात् परस्य सकारस्य लोपः इति तत्र उदाहरणं सुबन्तप्रकरणे पितुः इति इत्यत्र द्रष्टुं शक्नुमः. अन्यत्र रेपात् परस्य अन्यवर्णस्य लोपः न भवति इति विषयः एव तिङन्तप्रकरणे भवति. तत्पश्चात् राल्लोपः इति सूत्रं दृष्टं. रेपात् परस्य सकारस्य वकारस्य च लोपः भवति क्विप् परे, जलादिप्रत्यये परे, अनुनासिके परे इति दृष्टम्. तत्र राल्लोपः इति अङ्गाधिकारे अस्ति, अतः यत्र सकारस्य लोपस्य प्रसङ्गः अथवा वकारस्य लोपस्य प्रसङ्गः अस्ति तत्र अन्यसूत्राणि अपि प्रसक्तानि भवन्ति. परन्तु तादृशसूत्राणि त्रिपाद्यां भवन्ति इति कृत्वा तेषाम् अवसरः अत्र न भवति. तदनन्तरं तत्र अस्माभिः दृष्टं मो मूर्च्छ योगः मः इत्यत्र चकारान्तधातुः. रेपः पूर्वमस्ति, मुर्च् इत्यत्र रेपः, रेपात् परः चकारः, तस्य अनन्तरम् अनुनासिकवर्णः अस्ति, अतः राल्लोपः इत्यनेन चकारस्य लोपः भवति. मो मुर् योगः मः. इदानीं तत्र एव अस्माकं गतवर्गे तत्र काचित् चर्चा जाता. तत्र इदानीं तत्र चकारस्य यदा लोपः भवति तदानीं रेपान्तः भवति धातुः. मो मुर् योगः मः. रेपान्तधातुः वर्तते चेत् अनन्तरं तस्मात् पूर्वम् इक् वर्णः चेत् दीर्घादेशः भवति. रेपात् परः हल् वर्णः वर्तते चेत् हलिपरे रेपान्तधातोः उपधायाः इकः दीर्घः भवति हलिपरे. तर्हि मो मुर् योगः मः इति तादृशपरिस्थितिः अस्ति. रेपान्तः जातः धातुः, धातुसंज्ञा अस्ति, रेपान्तः अपि अस्ति, उपधायाम् इक्वर्णः अपि अस्ति. मो मुर् इति उपधायाम् इक्वर्णः अस्ति, अनन्तरं रेपात् परः मकारः हल्वर्णः, अतः हलीच इत्यनेन दीर्घादेशः मो मूर् मः इति रूपं लभ्यते. तत्र गतवर्गे हलीच इति सूत्रं किञ्चित् पठितं, तत् पुनः एकवारं इदानीं पश्यामः, ततः अग्रे गन्तुं शक्नुमः. तर्हि हलीच इति सूत्रं किं, विजयलक्ष्मी भगिनी पठति वा? आं भगिनि पुनः हलि च अष्टमाध्यायस्य द्वितीयपादस्य सप्तसप्ततितमं सूत्रं सप्तसप्ततितमं न किं भगिनि तत् 77 सप्ततितममेव आमां समीचीनं रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक् वर्णः दीर्घो भवति हलिपरे येन विधिस्तदन्तस्य इत्यस्य साहाय्येन तदन्तविधिः अतः रोः इत्यनेन येषां धातूनाम् अन्ते रेफः वकारः च तेषाम् अपि ग्रहणम् हलि सप्तम्यन्तं च अव्ययपदं द्विपदम् इदं सूत्रम् सिपि धातो रूर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः रुवोर् उपधायाः दीर्घः इकः इत्यस्य पूर्णतया अनुवृत्तिः अनुवृत्तिसहितसूत्रं रुवोः धातोः उपधायाः इकः दीर्घः हलि च अत्र रेफः वकारः च इति भवति वा रेफः वा वकारः वा इति भवति वा भगिनि अत्र रुवोः इति अस्ति खलु रुवोः रुवोः इति अस्ति रेफः वा भवतु वकारः वा भवतु इति वा आमां रेपः अथवा वकारः च इत्यनेन अत्र अत्र यतोहि अत्र द्वन्द्वसमासः अस्ति खलु हा अतः अस्तु अस्तु अत्र हलि च इति सूत्रं द्विपदम् इदं सूत्रं सूत्रं किं वदति इति चेत् पूर्वस्मात् सूत्रात् रुवोः पूर्वस्मात् सूत्रात् रोः उपधायाः दीर्घः इकः इति सम्पूर्णतया अनुवृत्तिः भवति अतः अनुवृत्तिसहितसूत्रं भवति रोः धातोः उपधायाः इकः दीर्घः हलि च अत्र धातोः अधिकारः अस्ति न सिपि धातो रुरुर्वा इति इत्यस्मात् सूत्रात् धातोः इत्यस्यापि अनुवृत्तिः अस्ति अतः रोः धातोः उपधायाः इकः दीर्घः हलि च इति सम्पूर्णसूत्रम् अपि च अत्र परिभाषासूत्रं येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः भवति अतः रोः इत्यनेन कथम् अवगन्तव्यम् इति चेत् येषां धातूनाम् अन्ते रेफः वा वकारः वा भवति तेषां ग्रहणं भवति अत्र सूत्रं किं वदति इति चेत् रेफान्तानां वकारान्तानां च धातूनां यदा उपधायाम् इति अस्ति अस्ति हा यदा उपधायाम् इक् वर्णः भवति तस्य इक् वर्णस्य दीर्घः भवति तदा भवति धातोः परे हल् वर्णः भवति चेत् अतः उदाहरणं वदामि वा भगिनि वदतु अत्र तूर्वी इति भ्वादिगणस्य धातुः अस्ति अनुबन्धलोपानन्तरं तूर्व इति रूपं तस्य यङ् लुगन्तधातु भवति तो तूर्व इति अत्र अन्ते वकारः अस्ति अतः हलि च इति धातोः प्रसङ्गः भवितुम् अर्हति कदा भवति इति पश्यामः अत्र तोतूर्वयोगः महा इति स्वीकुर्मश्चेत् तत्र राल्लोपः इति सूत्रेण अनुनासिकवर्णः परे अस्ति इति कृत्वा मकारः इति अनुनासिकवर्णः अस्ति तत्परे अस्ति इति कृत्वा अत्र वकारस्य लोपः भवति. वकारस्य लोपः भूत्वा तोतुर् इति अवशिष्यते. तदनन्तरं मह इति प्रत्ययः, मह इति प्रत्ययस्य आदिमवर्णः तु हल् अस्ति, अतः अत्र हलि च इति सूत्रं कार्यं करोति. तोतुर्योगः मह इति स्थिते रेफस्य उपधा, तोतुर् इत्यस्य उपधावर्णः इक् अस्ति, ह्रस्व इकारः, ह्रस्व उकारः अस्ति. अत्र उकारस्य दीर्घः भवति, दीर्घः भवति तोतुर् मह इति रूपं सिद्ध्यति हलि च इति सूत्रेण. समीचीनं वा भगिनि? आमामां समीचीनम्, समीचीनं. तर्हि रुवोः धातोः इत्यनेन रेपः इति धातुः, वकारः इति धातुः इति अर्थः आयाति. अतः अत्र अत्र विशेषणविशेषभावः अस्ति इति कृत्वा येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः, रेपान्तधातुः वकारान्तधातुः. इत्युक्ते केवलं रेपः इति धातुः वकारः इति धातुः न भवितुमर्हति, यतोहि अत्र उपादायाः विषयः अपि अस्ति. अतः रेपान्तधातुः वकारान्तधातुः इति वक्तव्यम्. येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः, रेपान्तधातुः वकारान्तधातुः. तादृशधातोः उपादायाः इक् वर्णस्य दीर्घादेशः भवति. कदा भवति? हलिपरे. धातोः अनन्तरं हल् वर्णः भवेत्. यथा तत्र मोमोर्योगः तोतुर्व इत्यत्र रुवोः इति एव अस्ति, अतः किञ्चित् मिस्लीडिङ्ग् अस्ति खलु. रुवोः किमर्थं रुवोः इति नास्ति, वकारान्तधातुः अस्ति. इदानीं तोतुर्वियोगः मह इति स्थितौ हलीच इत्यस्य प्रसङ्गः अस्ति वा इदानीं? किं वकारान्त न, तोतुर्वियोगः मह इदानीं राल्लोपः इत्यस्य कार्यं नास्ति. राल्लोपः इति सूत्रमेव नास्ति इति चिन्तयतु. तोतुर्वियोगः मह इदानीं हलीच इत्यस्य कार्यं भवितुम् अर्हति वा? न, तत्र तु उपधावर्णः इक् नास्ति. हा, उपधावर्णः इक् नास्ति इति कृत्वा इदानीं तु हलीच इत्यस्य प्रसङ्गः नास्ति. यदा राल्लोपः इत्यनेन वकारस्य लोपः भवति तदानीं रेपान्तः यदा भवति तदानीमेव हलीच इत्यस्य प्रसङ्गः. अतः भवत्याः प्रश्नः कः? न, तोतुर्व इत्यत्र रेपः वकारयोः संयोगः अस्ति, अतः रेफवकारद्वयोः संयोगः भवति चेदेव हलिच इति सूत्रं कार्यं करोति इति भ्रमः भवितुम् अर्हति खलु? न न, तथा न भवितुम् अर्हति, यतोहि रुवोः इत्यस्य तत्र किम् अस्ति? द्वन्द्वसमासः अस्ति. हा, तत्तु द्वन्द्वसमासः अस्ति, अतः प्रत्येकं तत्र कथम् अन्वयः इति चेत् रेपः किं रः रः अथवा किं रः रः धातोः उपादायः इकः दीर्घः हलि च इति एकं वाक्यं, वः धातोः उपादायः इकः दीर्घः हलि च इति द्वितीयं वाक्यम्. अतः रुवोः इत्यनेन रेपवकारयोः संयोगः भवेत् इति नास्ति तत्र अर्थः. अस्तु अस्तु. अतः रेपवकारयोः संयोगः अस्ति, तत् इदानीं रेपवकारयोः संयोगः अस्ति, तयोः उपदा इति तादृश अर्थः तु न याति खलु? द्वयोः उपः, तस्मात् परं हल् वर्णः अस्ति इति कृत्वा भवती किं वक्तुमिच्छति इति चेत् तोतुर्व मह इति एवमेव लभ्यते इति अनिष्टरूपं लभ्यते खलु? एवम् एवं यदि भवती चिन्तयति संयोगः अपेक्षितः इति चिन्तयति चेदपि अत्र राल्लोपः इति सूत्रमस्ति खलु, अतः वकारस्य लोपः भवति एव. यदा वकारस्य लोपः भवति तदानीं तु रेपः एव अस्ति, रेपवकारयोः संयोगः न लभ्यते. तर्हि इदानीं चोतुर्व्यवहमः इति स्थितौ अलीच इत्यस्य प्रसङ्गः अस्ति यथा भवती वदति, अपि च राल्लोपः इत्यस्यापि प्रसङ्गः अस्ति इति चिन्तयति चेत् तत्र हलीच इति सूत्रम् असिद्धम् अस्ति, त्रिपाद्याम् अस्ति इति कृत्वा असिद्धम् अस्ति, राल्लोपः एव प्रथमतया भवति, तदानीं वकारस्य लोपः भवति, अतः इदानीं संयोगः नास्ति। तर्हि भवत्याः चिन्तनक्रमेण तोतुर्योगः मह इति स्थितौ हलीच इत्यस्य प्रसङ्गः न स्यात्, यतो हि संयोगः नास्ति, अतः तोतुर्मः इति अनिष्टरूपं लभ्यते, परन्तु तथा नास्ति अत्र, खलु? किञ्चित् अग्रे गच्छामः। तत्र श्रूयते किल? आमां वदतु। तोतुर्योगः मी इत्यस्मिन् तत्र अङ्गकार्यमस्ति इति कारणात् तुगन्तलघुपदस्य च कार्यं कर्तुम् अर्हति, हलीच इति कार्यं कर्तुं न अर्हति वा? इत्येव तत्र आमां तोतुर्योगः मी इति स्थितौ पुगन्तलघुपदस्य च इत्यस्य प्रसङ्गः अस्ति, हलीच इत्यस्यापि प्रसङ्गः अस्ति, द्वयोः अन्यत्र लब्धावकाशः, हलीच परत् असिद्धम् अस्ति, असिद्धमस्ति वस्तुतः, अन्यत्र अन्यत्र इति न वक्तव्यम्, असिद्धम् अस्ति हलीच, अतः पुगन्तलघुपदस्य इत्यस्य कार्यं भवति। अस्तु भगिनि, अस्तु अस्तु, भवते एव स्वीकरोतु अग्रे। हा अस्तु, स्टार् इति कुत्र? अस्तु, जिज्ञासुभिः पृच्छ्यते यत् उपधायां च इत्यस्य कृते धातुसंज्ञा एव अपेक्षते, अतः तिङ्प्रत्ययस्य विधानात् प्रागेव अनेन उपधादीर्घः क्रियेत। तस्मिन् समये राल्लोपः इत्यस्य प्रसक्तिरेव नास्ति, तथा कुर्मश्चेत् न केवलं राल्लोपः इत्यनेन दैर्घ्यस्य कार्यम् असिद्धम्, अपि तु पुगन्तलघुपदस्य च इत्यनेन अपि। अस्तु, अतः अन्ततो गत्वा ह्रस्व उकारः एव दृश्यते इति कारणतः तस्य गुणः भवति एव अमोमोः इति। अस्तु, हा तत्र उपधायां च इति किमर्थं वदति? हलीच इत्यस्य चिन्तनं जायमानः अस्ति न भगिनि? तत्र तु तत्रापि धातुसंज्ञा अपेक्षितः हलीच इत्यस्य, कस्मिन् विषये उपधायां च इति वद उक्तम् अत्र? श्रूयते वा भगिनि? क्षम्यतां, तत्र किम् अस्ति अत्र उपधायां च इति सूत्रं किं वदति? इति सूत्रं तु तत्र तु अन्ते हल् वर्णः भवेत् धातोः उपधायाः हल् परयोः रोः उपधायाः एकदीर्घः भवति, उपधायां च अन्तिमं वर्णः हल् भवेत् तस्मात् पूर्वं रेफवकारः भवेत्, तस्मात् पूर्वं यदि इक्वर्णः अस्ति तस्य किं दीर्घः भवति। तोतुर्विति प्रसङ्गे तोतुर्व इत्यत्र वकारः हल् वर्णः अस्ति, उपधायां रेपः अस्ति, तस्मात् पूर्वम् इक् वर्णः अस्ति, तत्र तु तिङ्प्रत्ययस्य अपेक्षा एव नास्ति, तिङ्प्रत्ययस्य विधानात् प्राक् एव तोतुर् इति यदा धातुः अस्ति, यङन्त धातुः, तत्रैव उपधायां च इत्यस्य प्रसङ्गः अस्ति, तदानीं तु अन्यत् सूत्रस्य प्रसङ्गः एव नास्ति, रालोपस्य प्रसङ्गः एव नास्ति, अतः तत्र तोतुर्व इत्यत्र तत्र उपधायाः दीर्घः भवेत्, रेपस्य उपधायाः दीर्घः भवेत्, तर्हि तोतुर्योगः मी इति भवेत् खलु इति प्रश्नः। ओ अस्तु अस्तु अस्तु, अवगतम्, अहं चिन्तितवती हलीच इति सूत्रस्य चिन्तनं जायमानः अस्ति, किमर्थम् उपधाया च? अस्तु अवगतम्, अस्तु, तोतुर्वित्यस्य उकारस्य दीर्घः भवितुमर्हति उपधायां च इति प्रथमः विवक्षा अस्ति, तस्मिन् समये राल्लोपः इत्यस्य प्रसक्तिः एव नास्ति, राल्लोपः इति रेफात् परः वकारस्य लोपः भवति अनुनासिक असत्यं तत्र अनुनासिकपरे इति नास्ति इति कारणात् तस्मिन् समये राल्लोपः इति सूत्रस्य कार्यमेव भवति, यतोहि तोतुर् इति प्रातिपदिकं स्वीकर्तव्यं, यदि प्रातिपदिकं स्वीकुर्मः तर्हि तु अनुनासिकवर्णः झल् वर्णः नास्ति इति कारणात् तत्र राल्लोपः इत्यस्य प्रसक्तिरेव नास्ति इति उक्तम्। तथा कुर्मश्चेत् न केवलं राल्लोपः इत्यनेन दैर्घ्यस्य कार्यम् असिद्धं, दैर्घ्यस्य कार्यम् असिद्धम्, अपि तु पुगन्तलघुपतश्च इत्यने अपि अस्तु, तत्र दीर्घत्वमपि न भवेत् उपधायां न राल्लोपः इत्यनेन तत्र लोपः भवति किल, दैर्घ्यस्य कार्यम् अपेक्षितं। तथा कुर्मश्चेत् न केवलं राल्लोपः इत्यनेन दैर्घ्यस्य कार्यम् असिद्धम् अपि असिद्धं, राल्लोपः इति तु लोपं करोति न, तत्र तु दैर्घ्यं किमर्थं, दीर्घत्वं किमर्थं भवति राल्लोपः इत्यनेन? क्षम्यतां भगिनी, अस्य वाक्यस्य अस्तु अग्रे गच्छामि। अपि तु पुगन्तलघुपतस्य इत्यनेन अपि, पुगन्तलघुपतस्य च अपि न भवति, एतत् सार्वधातुकं प्रत्ययं परे, सार्वधातुकप्रत्ययं परे भवेत्, अतः तत्र पुगन्तलघुपतस्य अपि कार्यं न भवति। अततः अन्ततो गत्वा ह्रस्व उकारः एव दृश्यते इति कारणतः तस्य गुणः भवति एव। अस्तु, इति कारणात् तत्र तोतुर्वित्यस्मिन् यत्र परे तत्र सार्वधातुकप्रत्ययः इति नास्ति तर्हि तत्र उकारस्य गुणः भवति इति वदति अस्मिन् परिच्छेदे। अमोमोह इति रूपं भवति, यदि अमोमुर् इति अस्ति वा तत्र अमोमोह इति पूर्वं अमोमुर्च, अमोमुर्च् इत्यस्मिन् यत्र राल्लोपः कार्यं कृतं तत् कार्यमेव न भवति, अमो मूर् इति भवति, तस्मात् न न पश्यतु भगिनि, अमो मूर्च् इति प्रसङ्गे तत्र हलन्तधातुः उपधायां रेपः, तस्मात् प्राक् इक् वर्णः इति कृत्वा उपधायां च इति दीर्घादेशः यदा भवति अमो मूर्च् इति भवति, अमो मूर्च् इति भवति। तर्हि इदानीं यदि इदानीं राल्लोपः इति सूत्रम् आयाति तर्हि राल्लोपः इति सूत्रस्य कार्यं तु भवति, चकारस्य लोपः भवति, रेपात् परः चकारः वर्तते इति कृत्वा चकारस्य लोपः भवति, अमो मूर् योगः तकारः। इदानीं यदा पुगन्तलघुपदस्य तत्र तकारस्य अपि लोपः भवति हल्याभ्यो इत्यनेन भवतु नाम, तर्हि इदानीम् अमो मूर् इति अस्ति, अमोमूर्, तर्हि इदानीं पुगन्तलघुपदस्य इदानीं तत्र दीर्घ उकारः अस्ति, अतः अस्माकं दृष्ट्या पुगन्तलघुपदस्य च इत्यस्य कार्यं न स्यात्। परन्तु यदा पुगन्तलघुपदस्य च इति सूत्रम् आयाति तत् सूत्रं तु उपधायां च इति सूत्रस्य कार्यमेव द्रष्टुं न शक्नोति, यतोहि उपधायां च इति सूत्रं त्रिपाद्याम् अस्ति, अतः पुगन्तलघुपदस्य च तत् कार्यमेव न पश्यति, तत्तु असिद्धम् अस्ति, अतः पुगन्तलघुपदस्य च इति सूत्रं तु तत्र ह्रस्व उकारमेव पश्यति इति कृत्वा तत्र गुणः जायते अमोमोर् इति जायते, अमोमोहो इति रूपं लभ्यते। अतः यद्यपि तत् उपधायां च इति परनिमित्तं न अपेक्षितम् इति कृत्वा वयं कुर्मः चेदपि यदा यदा सपादसप्ताध्यायी अध्यायां यत् सूत्रमस्ति तत् सूत्रं कार्यार्थम् आयाति चेत् तदानीं त्रिपाद्यां यत् सूत्रमस्ति तद् असिद्धं भवति। अतः अत्र यद्यपि पूर्वं भवति इति तादृशचिन्तनमस्ति, वस्तुतः प्रथमतया सपदसप्ताध्यायं यानि सूत्राणि सन्ति तेषां कार्यं प्रथमतया भवति, तत्पश्चादेव त्रिपाद्यां यत् सूत्रम् अस्ति। अतः यद्यपि उपधायां च इति प्रसक्तिः अस्ति, कार्यं कुर्मः इति वयं चिन्तयामः, परन्तु वस्तुतः तत् सूत्रम् असिद्धमस्ति। अस्तु, परन्तु रूपद्वयमपि समानरीत्या अमोमोह एव भवति किल भगिनी, तत्रापि पूर्वमपि अमोमोह एव भवति अभवत् किल, तत्र राल्लोपः यदि उपधायां च इत्यस्य कार्यं भवति इति कोऽपि चिन्तयति चेत् वस्तुतः कार्यं न भवति, तत् कार्यम् असिद्धं भवति, यतोहि राल्लोपः पुगन्तलघुपदस्य च इत्यादि सूत्राणि यदा प्रथमतया कार्यं कुर्वन्ति तदानीं तु उपधायां च इत्यस्य कार्यं द्रष्टुं न शक्नोति, तत् कार्यम् असिद्धम्, अतः तत् कार्यं न भवति एव, रूपं समानं भवति इति न। यदि वयं प्रथमतया कुर्मः चेदपि तत्तु असिद्धं भवति, अतः न कृतम् एव इत्येव अस्ति। तत्तु अवगतम्। अत्र सन्दर्भः लेखितुं शक्यते चेत् सम्यक् भवति प्रायः, यदि उपधायाञ्च इति कार्यं करोति वा इति प्रश्नः यदि अस्ति तर्हि तत्र सन्दर्भः इति मया न अवगतः, किमर्थं तत्र उपधायां च आगतम् इति। ओतुर्वियोगः महा इति एव प्रसङ्गः, तत्रैव सन्दर्भः। अस्तु अस्तु अवगतवती, तत्र एव स्टार् स्थापयामि। हा अस्तु अस्तु अस्तु, तदानीं सम्यक् भवति खलु। हा तदेव, तत् नो चेत् भ्रमः जायते, तत्र हलिचा पठितम् एतावता, तत्र उपधायां च इत्यस्य प्रसक्तिः किमर्थम् अत्र भवति इति वस्तुतः प्रश्नः। तत्र कश्चन जिज्ञासुः अस्ति यथा भवति, तेन तादृशप्रश्नः कृतः इति कृत्वा महोदय स्थापितम्। न न सम्यक् अस्ति, तदपि सम्यक् अस्ति, तथापि तत्र यदि प्रश्नः लेखितुं मया स्थापितं, प्रश्नः आस्ट्रिक् स्थापितं, तेन अवगन्तुं शक्यते। अस्तु भगिनि, धन्यवादः। तावत् पर्याप्तं खलु, आस्ट्रिक् स्थाप्यते चेत् पर्याप्तं खलु। समीचीनमस्ति समीचीनमस्ति, अधुना तु अवगतं, परन्तु तत्र प्रथमवारं इतोपि किमपि लेखनं वा अत्र। हा तत्र यदि प्रश्नः अस्ति, जिज्ञासुभिः पृच्छ्यते यत् तोतुर्वियोगः, तोतुर्व इति प्रसङ्गे उपधायां च इति कृते धातुसंज्ञा इति तत्र तथा लेखितुं शक्यते। हा जिज्ञासु पृच्छति, पृच्छ्यते यत् उपधायां च इति किमर्थं कार्यं न करोति तोतुर्व इत्यस्मिन् इति प्रश्नः अस्ति, तर्हि तत्र समीचीनं भवति इति मम विवक्षा अस्ति। उपधायां च तस्य कृते धातुसंज्ञा कृते, ओके ओके, उपधायांश इति किमर्थं कार्यं न करोति इति लेखनीयम् इति वा, ओके ओके, हा अहं लिखामि अनन्तरम्। अस्तु अस्तु भगिनि, धन्यवादः। इदानीम् अग्रे गच्छामः, किं लक्ष्मी भगिनी पठितुमिच्छति वा? नमस्ते भगिनि, पठामि। अत्र प्रश्नः उदेति, अमोमुर्च् योग त् इति स्थितौ राक्षस्य इत्यपि आगत्य प्रसक्तं भूत्वा असिद्धम् इति वा? पदसंज्ञा अस्ति, पदान्ते संयोगोऽपि अस्ति, किन्तु अत्र पदान्ते कः संयोगः अस्ति? चकार तकारयोः एव। भाष्यकारः प्रतिपादति यत् संयोगः भवति द्वयोः हल्वर्णयोः एव, अतः अत्र रेफचकारयोः संयोगः यद्यपि अस्ति तथापि पदान्ते न। अनेन कारणेन अत्र राक्षस्य इत्यस्य प्रसक्तिः एव नास्ति। अत्र पुनः अन्यः प्रश्नः उदेति यत् अमोमूर्च्छयोगत् इत्यत्र अन्तिमत्रयः वर्णाः रेफचकारतकारः इति वर्तते, तर्हि राक्षस्य इत्यपि आगत्य प्रसक्तं भूत्वा असिद्धम् इति वा? राक्षस्य सूत्रस्यापि प्रसक्तिः अत्र भवति वा? राक्षस्य इति वदति रेफात् अनन्तरं सकारः अस्ति चेत् तस्य लोपः, चकारस्य लोपः न भवति। इदानीं रेफचकारः अस्ति, चकारतकारः अपि अस्ति, राक्षस्य इत्यस्यापि प्रसक्तिः भवति वा? तस्यापि असिद्धत्वं वर्तते वा इति प्रश्नः। अत्र अमोमुर्च् इति वदामः चेत् अत्र पदसंज्ञा अस्ति प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन, संयोगः अपि अस्ति रेफचकारयोः, किन्तु अत्र पदान्ते कः संयोगः अस्ति इति प्रश्ने चकारतकारयोः एव इति उत्तरं स्यात्। भाष्यकारः अत्र संयोगः इत्यस्य अर्थः विवृणोति यत् द्वयोः वर्णयोः एव, हल्वर्णयोः एव संयोगः इति वदति, इति कारणात् अत्र रेफचकारयोः संयोगः इति न स्वीक्रियते, अपि तु चकारतकारयोः एव स्वीकृत्य अत्र कार्यं क्रियते, अत्र प्रवृत्तिः स्यात्। रेफचकारयोः संयोगः यद्यपि अस्ति तथापि पदान्ते न भवति इति एकः विषयः, अनेन कारणेन राक्षस्य इत्यस्य प्रसक्तिः अपि नास्ति इति अत्र उक्तमस्ति. रेफचकारस्य इत्युक्ते रेपचकारतकारः इति त्रयः वर्णाः सन्ति खलु. पदान्ते संयोगः वर्तते केषां वर्णानाम् इति चेत् रेपचकारतकारः इति त्रयः वर्णः त्रयः वर्णाः. तर्हि एतेषां त्रयाणां वर्णानां संयोगः अस्ति वा इति चेत् अत्र भाष्यकारः वदति वर्णयोः द्वयोः वर्णयोः एव संयोगः. तर्हि रेपचकारयोः संयोगः चकारतकारयोः संयोगः अस्ति. पदान्ते चकारतकारयोः संयोगः अस्ति. तर्हि इदानीं पदान्ते यः संयोगः अस्ति तत्र प्रथमसदस्यः रेपः नास्ति. चकारतकारः संयोगः यत्र अस्ति पदान्ते तत्र तु रेपः नास्ति एव. अतः रात्सस्य इत्यस्य प्रसङ्गः एव नास्ति. कुत्र वदतु भगिनि? इत्युक्ते अमोमूर्च्छयोगः तकारः. तकारं यदा वयं योजयामः तदानीं पदसंज्ञा जायते अमोमूर्च्छित् खलु. रेपः चकारः तकारः इति त्रयः वर्णाः सन्ति. पदान्ते त्रयः वर्णाः संयोगरूपेण सन्ति. तर्हि इदानीं त्रयः वर्णाः सन्ति अत्र संयोगस्य प्रथमवर्णः रेपः अस्ति. रेपात् परः चकारः वर्तते. तर्हि इदानीं तत्र रात्सस्य इत्यस्य अत्र प्रसङ्गः अस्ति वा इति चेत् तथा न चिन्तनीयम्. संयोगः पदान्ते वर्णद्वयस्य एव चिन्तनीयं. त्रयाणां वर्णानां संयोगः इति न चिन्तनीयम्. अतः पदान्ते कः संयोगः अस्ति पदान्ते कः संयोगः अस्ति? पदान्ते चकारतकारयोः संयोगः अस्ति. हा, चकारतकारयोः संयोगः अस्ति. इदानीं रात्सस्य इत्यस्य प्रसङ्गः अस्ति वा? नास्ति. तस्य प्रसक्तिः अपि नास्ति. हा, प्रसक्तिः एव नास्ति. अतः रात्सस्य इत्यस्य चिन्तनमेव नास्ति. अपि च अत्र अमोमूर्च्छयोगः तकारः इति प्रसङ्गे आदौ रालोपः इत्यस्य कार्यं भवति खलु अत्र. अतः चकारस्य लोपः भवति अमोमूर् योगः तकारः. इदानीं रात्सस्य इत्यस्य प्रसङ्गः अस्ति इति वयं चिन्तयामः चेत् तस्मात् प्राक् तत्र हल्याभ्यो दीर्घ तस्मात् प्राक् वस्तुतः पुगन्तलोभपदस्य भवति अमोमोर् अमोमोर् योगः तकारः. इदानीं रात्सस्य प्रसङ्गः अस्ति. इदानीं पदान्ते रेपतकारयोः संयोगः अस्ति इति कृत्वा रात्सस्य इत्यस्य प्रसक्तिः अस्ति खलु इति चेत् आम्, रात्सस्य इत्यस्य प्रसक्तिः अस्ति. परन्तु तस्मात् पूर्वं तत्र हल्याभ्यो दीर्घच्युतिस्य प्रक्तं हल् इति सूत्रं प्रति रात्सस्य इति सूत्रम् असिद्धम्. अतः प्रथमतया हल्याभ्यो दीर्घच्युतिस्य प्रक्तं हल् इत्यनेन तकारस्य लोपः भवति अमोमोर् इति रूपं लब्धम्. इदानीं तु रात्सस्य इत्यस्य प्रसङ्गः एव नास्ति. अतः करावसानियो विसर्जनीयः इत्यनेन अमोमोः इति एव रूपं लभ्यते. अतः कथञ्चित् अपि रात्सस्य इत्यस्य प्रसङ्गः अस्मिन् क्रमे न भवति. किन्तु अमोमुर् योगत् इत्यत्र पुगन्धलघुपतस्य चैत्यस्यापि पूर्वं तत्र तु प्रसक्तिः अस्ति, किन्तु त्रिपाद्याम् अस्ति इति कारणात् पुगन्धलघुपतस्य च इति सूत्रं कार्यं करोति. अमोमुर्त् इत्यत्र तु राक्षसस्य इत्यस्य प्रसङ्गः अस्ति, पुनः असिद्धम् अस्ति. अतः पुगन्तलघुपतस्य च इत्यनेन गुणः. पुनः तदनन्तरमपि अमोमोर्त् इत्यत्रापि प्रसङ्गः अस्ति राक्षसस्य, परन्तु पुनः हल्याभ्यो दीर्घच्युतिस्य प्रक्तं हल् इत्यनेन तकारस्य लोपः राक्षसस्य इति असिद्धम्. इदानीम् अन्ततो गत्वा अमोमोर् तदनन्तरं नास्ति एव. ओके, अस्तु, अग्रे यद् लिखितं तदपि पठतु. काशिककारः वदति यत् तदधिकानामपि संयोगसंज्ञां भवति, किन्तु तथा कुर्मश्चेत् कुत्रचित् रूपं न सिद्ध्यति, यथा अधः असन् इति अवलोक्यताम्. अतः महाभाष्ये यत् प्रतिपादितं तदेव मन्तव्यम्. काशिककारः वदति यत् संयोगः द्वयात् अधिकमपि द्वयोः अक्षरयोः अधिकमपि स्यात् इति वदति संयोगसंज्ञां प्राप्तुं, किन्तु तदा कुर्मः चेत् कुत्रचित् रूपं न लभते. असन् इत्यत्र अवलोकयामः चेत् ज्ञातुं शक्नुमः. अतः भाष्यकारस्य मतं स्वीकृत्य द्वयोः द्वयोः वर्णयोः संयोगः इति स्वीकृत्य गच्छामः चेत् कुत्रापि समस्या न भवति इति अत्र लिखितम्. समीचीनं समीचीनं. तर्हि अग्रे यद्वाक्यमस्ति तदपि पठतु. अग्रे खरवसानयोर्विसर्जनीयः इत्यनेन विसर्गादेशः भवति. यत्र अमोर् योग अत्र रेफस्य विसर्जनीयः विसर्गादेशः अपि भूत्वा अमोमोः इति अन्तिमरूपं लभ्यते. समीचीनं समीचीनं. सम्यक् अस्तु भगिनि, धन्यवादः. भगिनि, हा भगिनि, एकं समीकरणीयमस्ति. तत्र पूर्वस्मिन् परिच्छेदे न केवलं राल्लोपः इत्यनेन दैर्घ्यस्य कार्यं लोपकार्यमस्ति किल राल्लोपः इत्यनेन. न, लोपकार्यं नास्ति. राल्लोपः इत्यनेन उपादायांश इत्यस्य दैर्घ्यस्य कार्यम् असिद्धम्. ओ एवं वा, अस्तु अस्तु अस्तु, अस्तु भगिनि, क्षम्यताम्. रालोपः इत्यनेन यदा तत्र यदि यद्यपि उपादायांश इत्यस्य कार्यं प्रथमतया कुर्मः चेदपि तदानीं तत्र राल्लोपः यदा आयाति तदानीं दैर्घ्यस्य कार्यम् असिद्धमेव, यतोहि उपादायांश इति सूत्रं त्रिपाद्याम् अस्ति, अतः तस्य कार्यं न स्यात् एव. अतः राल्लोपः इति सूत्रं तत् कार्यं न पश्यति, दैर्घ्यस्य कार्यम् असिद्धम्. अपि तु पुगन्तलघुपदस्य च इत्यनेन अपि तथैव स्पष्टं. अतः रालोपः इत्यस्य कृते पुगन्तलघुपदस्य च इति कृते द्वयोः सूत्रयोः कृते उपादायांश इति सूत्रम् असिद्धं. प्रथमतया कुर्मः चेदपि तत्र वस्तुतः एतत् सूत्रद्वयं न पश्यति, उपादायांश इत्यस्य कार्यमेव न पश्यति, अतः तत् कार्यं न जातमेव इति कृत्वा साक्षात् राल्लोपः पुगन्तलघुपदस्य च इत्यस्यैव कार्यं भवति. स्पष्टमस्ति वा? आम् आं स्पष्टमस्ति भगिनि, धन्यवादः. अस्तु अस्तु, समीचीनं. तर्हि इदानीं पदान्ते संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत् संयोगस्य प्रथमसदस्यस्य लोपः भवति. प्रथमसदस्यलोपः भवति, प्रथमसदस्यलोपो भवति इति समासः. अस्तु, किं शोभा भगिनी पठति वा? आं भगिनि, स्कोः संयोगाद्योरन्ते च संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत् संयोगस्य प्रथमसदस्यलोपो भवति, न तु द्वितीयसदस्यस्य हलिपदान्ते च. स च क च तयोरितरेतरद्वन्द्वः स्कोः तयोः क्षम्यतां स्कौ स्कौ एव तत् हा स्कौ तयोः स्कोः इत्युक्ते स च क च तयोरितरेतरद्वन्द्वः स्कौ तयोः स्कोः संयोगस्य आदिसंयोगादि तयोः संयोगाद्योः षष्टितत्पुरुषः संयोगान्तस्य लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः झलो झलि इत्यस्मात् झलि इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं संयोगाद्योः स्कोः लोपः हलि झलि पदस्य अन्ते च. अस्तु, इदानीं पदान्ते संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत् संयोगस्य प्रथमसदस्यलोपो भवति. तर्हि तत्र पदान्तः भवेत् पदान्ते संयोगः भवेत् प्रथमसदस्यः सकारः ककारः वा भवेत् तदा संयोगस्य प्रथमसदस्यस्य एव लोपः भवति. अस्तु, स्कोः इति तत्र संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत् तदेव प्रथमसदस्य लोपः भवति, न तु द्वितीयसदस्यस्य इति. यदा भवति इति चेत् झल् प्रत्याहारस्तवर्णः परम् अस्ति पदान्ते अस्ति चेत्. अपि च तत्र सा अपि सकारः ककारः तयोः इतरेतरद्वन्द्वं कृत्वा स्कौ इति भवति, तेन तयोः स्कोः इति भवति. अपि च संयोगस्य आदि संयोगादि इति, अपि च तयोः संयोगाद्योः षष्टितत्पुरुषः. अपि च इदानीं तत्र अनुवृत्तिः संयोगान्तस्य लोपः इत्यनेन लोपः इत्यस्य अनुवृत्तिः, झलो झलि इत्यनेन झलि इत्यस्य अनुवृत्तिः, अधिकारः पदस्य इत्यस्य अस्ति. अनुवृत्ति सहितसूत्रे संयोगाद्योः संयोगाद्यो इत्युक्ते संयोगात् पूर्वं स्कोः सकारः वा ककारः वा भवेत्, संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च अस्तु. इत्युक्ते प्रथमनिमित्तं तत्र झलि इति परनिमित्तं, पदस्य अन्ते च इति दत्तम्. इत्युक्ते तत्र संयोगस्य किं संयोगस्य प्रथमसदस्य लोपः भवति, न तु द्वितीय. झलि पदान्ते च झलि भवेत् पदान्ते च भवेत् इति. अस्तु, तत्र अग्रे पठनीयं वा भगिनी? इत्युक्ते तत्र सूत्रस्य अर्थः कः इति वदतु अग्रे. मास्तु, सूत्रस्य अर्थः संयोगस्य प्रथमसदस्यः सकारः ककारः वा अस्ति चेत्, अपि च संयोगः तु पदान्ते भवति, अतः संयोगस्य प्रथमसदस्यः सकारः ककारः वा अस्ति चेत्, इत्युक्ते सकारः अपि च अन्यः हल्वर्णः अथवा ककारः अपि च अन्यः हल्वर्णः पदान्ते संयोगरूपेण तिष्ठतः चेत् तत्र प्रथमसदस्यस्य इत्युक्ते संयोगस्य प्रथमसदस्यस्य एव लोपः भवति, न तु द्वितीयस्य. द्वितीयः वर्णः हल्वर्णः किमपि भवेत् तस्य लोपः न भवति. झलि परवर्णः झल् वर्ण झल् प्रत्याहारस्य वर्णः भवेत्. तावत् सम्यक् वा? न, अत्र पश्यतु, अत्र निमित्तद्वयम् अस्ति, झलि परे अथवा पदान्ते. ओ, अथवा इति अस्ति वा? झलि परे अथवा पदान्ते इत्युक्ते भवती एकस्मिन्नेव झलि अपि भवेत् पदान्ते अपि भवेत् तत् कथं लभ्यते? यदि पदान्ते संयोगः इति वदति चेत् तदानीं झलि परे न भवति खलु? सत्यं, हा पदान्ते भवेत् अपि च परवर्णः झल्. अस्तु, किन्तु अथवा इति उक्तवती. अस्तु, पदान्ते च इत्यनेन तत्र झलि पदस्य अन्ते च इत्यनेन निमित्तद्वयम् अस्ति. संयोगस्य प्रथमसदस्यः सकारः वा ककारः अस्ति पदान्ते. पदान्ते यः संयोगः, तादृशसंयोगे प्रथमः वर्णः सकारः वा ककारः वा भवति चेत् तदानीं सकारः अथवा ककारः अनयोः लोपः भवति. सामान्यतया संयोगान्तस्य लोपः इत्यनेन अन्तिमवर्णस्य लोपः भवेत्. परन्तु अनेन सूत्रेण पदान्ते संयोगः अस्ति, संयोगस्य प्रथमः वर्णः सकारः वा ककारः वा चेत् तदानीं प्रथमवर्णस्य एव लोपः भवति, सकारस्य अथवा ककारस्य एव लोपः भवति इति एकं कार्यम्. तदनन्तरं संयोगः वर्तते, संयोगस्य प्रथमसदस्यः सकारः वा ककारः, तादृशसंयोगस्य अनन्तरं झल्वर्णः अस्ति चेत् संयोगस्य प्रथमवर्णस्य लोपः भवति, सकारस्य ककारस्य लोपः भवति इति अत्र वार्ता. हा, इत्युक्ते तत्र अन्ते च इत्यनेन एकः तु जलि अन्यः तु अन्ते, पदस्य अन्ते. अस्तु. किन्तु तत्र पदस्य अन्ते जलि परे इति तु अस्ति एव. जलि परे अथवा पदस्य अन्ते, पदान्ते अपदान्तकार्य कार्यक्षेत्रे भवति न भगिनि, तदेव न किं पदान्ते पदान्ते अपि भवति अपदान्ते अपि भवति, जलि परे अपि भवति. इत्युक्ते तत्र अग्रे अबरीभ्रस् इति अस्ति खलु भगिनि, तत्र परवर्णः झल् अस्ति खलु, तर्हि तत्र केवलं भ्रस् इत्यत्र संयोगादौ सकारः एव अस्ति, तस्य एव लोपः भवेत् इति सूत्रं वदति, किन्तु तत्र तत्र तावदेव आवश्यकं वा तत्र? तत्र तत्र अबरीभ्रस्ज् योगः तकारः तत्र तु न भवति. कोः संयोगाद्यन्ते च पदान्ते इति आधारीकृत्य भवति, न तु झलिपयेति. यतोहि तत्र हल्याभ्यो दीर्घसूतिस्य प्रथम हल् इति तकारस्य लोपः भवति खलु, अतः जलीपरे आधारीकृत्य तत्र न भवति. तदुदाहरणम् अनन्तरं पश्यामि. इदानीं सूत्रार्थः कः इति स्पष्टतया अवगम्यते चेत् तदानीम् उदाहरणं द्रष्टुं शक्नुमः. हा, इत्युक्ते यत् यदा तत्र प्रक्रियां दृष्टवती तेन किञ्चित् साहाय्यम् अभवत् भगिनि, अर्थः कः इति भवति, साहाय्यं भवति, परन्तु तत्र अस्माकं भ्रमः अस्ति साहाय्यं भवति इति. किं भवति तेन भवती चिन्तितवती, इदानीं प्रक्रियां दृष्ट्वा भवती झलिपरे अस्ति इति चिन्तितवती, यतोहि सूत्रार्थः कः इति स्पष्टतया भवत्याः बोधः नास्ति कृत्वा. अतः किं वदामि इति चेत्, प्रथमतया सूत्रार्थः कः, अस्माकं मनसि एकः एकं मानचित्रं भवेत्. पदान्ते संयोगः, पदान्ते संयोगः इत्युक्ते किं, पदस्य अन्ते हल् वर्णद्वयम् अस्ति, तादृश हल् वर्णद्वयम् इति यदा स्थितिः अस्ति, तत्र प्रथमः वर्णः संयोगस्य सकारः वा ककारः चेत् तदानीं सकारककारयोः लोपः भवति इति एकः मार्गः. द्वितीयः मार्गः पदान्ते इति नास्ति. द्वितीयः मार्गः पदनिर्माण अवसरे कश्चन संयोगः अस्ति, संयोगस्य आदौ सकारः वा ककारः, तादृशसंयोगस्य अनन्तरं झल् वर्णः अस्ति चेत् सकारककारयोः लोपः भवति इति द्वितीयः मार्गः. तर्हि सूत्रे कार्यद्वयम् अस्तु, प्रायशः तत्र द्वितीयः मार्गः उदाहरणे इति चिन्तयामि. किं द्वितीयम् द्वितीयमार्गः? योगः तकारः तत्र नास्ति, द्वितीयमार्गः नास्ति इति एव अहं वदामि. अस्तु, द्वितीयः मार्गः नास्ति, तत्र प्रथमः मार्गः. अतः प्रक्रिया कथमस्ति इति मा पश्यतु. सूत्रार्थः अवगतं चेत् तदानीं तत्र प्रक्रियायां कथः कथं प्रयोगः भवति इति अवगन्तुं शक्यते, यतोहि अस्य सूत्रस्य कार्यं बहुत्र भवति. अस्तु, अस्तु. तर्हि इदानीं भगिनी संशयः अस्ति. आं, पृच्छतु. संयोगान्तस्य लोपः इति त्रयोविंशतितमं सूत्रं, स्कोः संयोगाद्योरन्ते च इति ऊनत्रिंशत्तमं सूत्रम्. अत्र संयोगान्तस्य लोपः एव प्रथमं कार्यं करोति. लोपानन्तरं स्कोः संयोगाद्योरन्ते च इति सूत्रं तु लोपः अभवत् खलु? तत्तु इति अत्र अत्र वार्ता का इति चेत्, त्रिपाद्यामपि अपवादस्य वार्ता अस्ति. अत्र इदं सूत्रं संयोगान्तस्य लोपः इत्यस्य अपवादः अस्ति. यदि अपवादः इति न मन्यामहे तदानीम् अस्य सूत्रस्य कार्यं कुत्रापि न भवति खलु अत्र पदान्ते. अतः इदं सूत्रं तु संयोगान्तस्य लोपः इत्यस्य अपवादभूतसूत्रम् अस्ति, अतः त्रिपाद्यामपि अपवादभूतत्वम् इति अस्ति. अतः को संयोगान्तस्य लोपः स्कोः संयोगाद्योरन्ते च इति अत्र एकवाक्यम् एकवाक्यं पदान्ते संयोगः अस्ति चेत् संयोगस्य अन्तिमवर्णस्य लोपः भवति, परन्तु स्कोः संयोगाद्योः अस्ति चेत् स्कोः एव लोपः भवति इति एकं वाक्यम्. अस्तु, तर्हि इदानीम् उदाहरणम् अत्र पश्यामः. अरुणा भगिनी वदति वा? आं भगिनि, नमस्कारः. ब्रश्ट् इति औपदेशिकधातुः अस्य यङ्लुगन्तधातुः परिभ्रश्च अपरिभ्रश्च विभक्तम् अल्नाभ्यो दीर्घं श्रुतिस्य इति सूत्रेण अकारलोपः भवति अपरिभ्रश्च ओः संयोगात् अन्ते च इत्यनेन सकारलोपः भवति अवरिभ्रज् ओके गञ्च् भ्रश्च धातु यङ्गन्तर्गतफाम् अस्ति परिभ्रश्च भवति अधुना लङ्लकारे पदम् आकार आगच्छति अवरिभ्रश्च एव पदम् अकारलोपं भवति अल्लभ्यो श्रुतिस्य प्रत्यहम् इति सूत्रेण अधुना पदसंज्ञा भवति अतः पदान्तस्य सूत्रं संयोगात्योः लोपः सूत्रेण पदान्त अस्ति ततः लोपः स्कोः अत्र लोपः संयोगः अस्ति तथा सकारलोपं भूत्वा अर्बरिः ब्रज् इति रूपं भवति किमपि न श्रूयते भगिनि आम् अरुणा भगिनी भवत्याः तत्र लैन् मध्ये क्लेशः अस्ति भगिनि पुनः वदति वा न श्रुतं श्रूयते वा भगिनि किञ्चित् तत्र मध्ये मध्ये भग्नः भवति पुनः प्रयत्नं करोतु भगिनि उदाहरणमस्ति अधुना वयं स्कोः संयोगान्ते सूत्रं क्रियते संयोगस्य प्रथमसकार अस्ति चल् वर्णः अस्ति चेत् अधुना उदाहरणमस्ति ब्रश्च अत्र यङ्गन्तरूपं स्वीकृत्य बरि ब्रश्च इति रूपम् अस्ति लङ्लकाले अबरि ब्रश्च इति परिभ्रश् एव तकार अल्लाभ्यो दीर्घात् सूचितेन लोप तकारलोप भवति परिभ्रश् भवति परिभ्रश् इति पदसंज्ञा अस्ति तद् अत्र पदस्य अन्ते संयोगः अस्ति सकारजकारयोः अधुना स्कोः संयोगात्यो अन्ते च सूत्रेण सकारलोपः भवति रूपं भवति अबरीभ्रश्च इति रूपं भवति सम्यक् भगिनि समीचीनम् अत्र शोभा भगिनी पश्यतु अबरीभ्रश्च योगः तकारः इत्यत्र यद्यपि स्कोः संयोगाद्योरन्ते च इत्यस्य प्रसङ्गः अस्ति इति भाति परन्तु तत् सूत्रम् असिद्धम् अस्ति त्रिपाद्याम् अस्ति इति कृत्वा असिद्धम् अस्ति हल्याभ्यो दीर्घस्तुतिस्य पृक्तं हल् इति सूत्रं प्रति अतः हल्याभ्यो दीर्घस्तुतिस्य पृक्तं हल् इत्यनेन तकारस्य लोपः प्रथमतया भवति अबरिभ्रश्च इति इदानीम् अत्र पदान्ते संयोगः अस्ति सकारजकारयोः संयोगः अस्ति तर्हि सामान्यतया संयोगान्तस्य लोपः इत्यनेन जकारस्य लोपः स्यात् परन्तु अत्र स्कोः संयोगाद्योरन्ते च इति सूत्रं संयोगान्तस्य लोपः इत्यस्य अपवादभूतम् अस्ति अतः पदान्ते सकारजकारयोः संयोगः वर्तते संयोगस्य प्रथमसदस्यः अस्ति सकारः अतः सकारस्य एव लोपः भवति अत्र सकारस्य लोपः भवति अनेन सूत्रेण स्कोः संयोगाद्योरन्ते च इत्यनेन अतः अबरीब्रज् इति रूपं लभ्यते. अतः द्वितीयः मार्गः नास्ति, प्रथमः मार्गः. अस्तु भगिनि, अस्तु, समीचीनं. तर्हि इदानीं सुजाता भगिनी पठितुम् इच्छति वा? आं भगिनि, पठतु. षष्टि उदाहरणम् अस्ति तदेव वा भगिनि? आमां, षष्टि. षष्टि अस्ति, षष्ट धातुः अदादिगणे अस्ति, षकारपदान्ते अस्ति, षकारस्य सत्वं भवति, सन्त् भवति, संस्त् भवति. अग्रे अग्रे पठतु. उपदेशे जनुनासिक इत् इत्यनेन धात्वादे सकारस्य सकारः भवति, तत् सत् भवति. इदितो नुम् धातोः इत्यनेन बिदजोञ्चात् परः स्वंस्त् इति धातुः असंस्त् योगः ता हङ्ग्याभ्यो दीर्घात् सुतिस्प्रवृत्तं हल् इत्यनेन असंस्त् भवति. तदनन् स्कोः संयोगाद्योरन्ते च असन्त् भवति. संयोगाद्योरन्तस्य लोपः असन् भवति, तकारस्य लोपः भवति. अत्र कञ्चन प्रश्नः उदेति असंस्त् इति. न न, अत्र अत्र एकवारं प्रतिपादयतु किम् अस्ति अत्र इति, यथा अवगतं तथा प्रतिपादयतु. तत्र षष्टि अस्ति, तदनन्तरम् उपदेशे जननासिक इति इत्यनेन इकारः अस्ति, तत् इत्संज्ञा भवति. संस्त् एव अवशिष्यते. इति तु क्षम्यतां भगिनि, संस्त् एव अवशिष्यते. मिथितुं च परः इत्यनेन पदेः सहसः इति उक्तवती वा? न उक्तवती भगिनि. वादे सः सः इत्यनेन सकारस्य स्थाने सकारः आयाति, संस्त् भवति. इदि संस्ति भवति, तदनन्तरम् इदितो नुम् धातोः इत्यनेन इकारस्य इत्संज्ञा भवति, संस्त् भवति. तत्तु मिदितुं च परः संस्त् नुगाम नकारः आयाति, संस्त् इति धातुः भवति. असंस्त् योगः तकारः, पदसंज्ञा भवति. हल्याभ्यो दीर्घात् सुतिस्प्रवृत्तं हल् इत्यनेन तकारस्य लोपः भवति. तदनन्तरम् असंस्त् भवति. स्कोः संयोगाद्योरन्ते च इत्यनेन सकारस्य लोपः भवति, असन्त् भवति. किमर्थं स्कोः संयोगाद्योरन्ते चेत् तस्य कार्यम् अत्र भवति इति प्रतिपादयतु किञ्चित्. तकार अत्र निमित्तं किम् अस्ति? स्कोः संयोगाद्योरन्ते च इति सूत्रस्य कार्यार्थं किं निमित्तम्? स्कोः संयोगाद्योरन्ते इत्यस्य निमित्तं तु जल्वर्णः अस्ति, तदेव जल्वर्णः. इदानीं प्रतिपादयतु कुत्र अस्ति संयोगः, कुत्र अस्ति जल्वर्णः इति प्रतिपादयतु. संयोगः तकारः सकारः तकारः संयोगः अस्ति. तकारः जलवर्णः अस्ति. प्रथमसदस्य न अत्र अत्र अत्र जल्वर्णः तकारः अस्ति चेत् तत्र तकारात् पूर्वं संयोगः भवेत्, संयोगस्य प्रथमसदस्यः तत्र सकारः भवेत्. इदानीं तकारः जल्वर्णः इति चिन्तयति चेत् तदानीं तस्मात् पूर्व तयोः संयोगः अस्ति. नकारसकारस्य संयोग तत्र सकारः प्रथमसदस्यः अस्ति वा संयोगस्य? नकारः अस्ति महोदय. कोः संयोगः दीयते चेत् तस्य कथं प्रसङ्गः अत्र? कोः संयोगः सकारः अस्ति न महोदय? सकारः निमित्तं किम् अत्र? सकारः निमित्तमस्ति. सकारः अन्यत् निमित्तमस्ति. किमस्ति तत्र? जलि पदान्ते इति अस्ति खलु. अत्र जलि न भवितुम् अर्हति. जलि न भवितुम् अर्हति, पदान्ते भवितुम् अर्हति. आम् आं महोदय. पदान्ते सकारतकारयोः संयोगः, संयोगस्य प्रथमसदस्यः सकारः इति कृत्वा सकारस्य लोपः भवति. संयोगाद्योरन्ते इत्यनेन असन्त् भवति. संयोगान्तस्य लोपः इत्यनेन तकारस्य लोपः भवति. आसन्नि एव अवशिष्यते. बहु समीचीनं. सम्यक् सम्यक् सम्यक्तया उक्तवती, सम्यक्तया अवगतवती. इदानीं किञ्चित् अग्रे गच्छामः. भगिनी सूत्रसङ्ख्या रिवर्स् कृत्वा लिखति चेत् सम्यक् भवति स्म खलु? कुत्र रिवर्स् करणीयम्? 8-23 स्कोः संयोगाद्योरन्ते च इति कृत्वा संयोगान्तस्य लोपः 8-29 करोति चेत् स्वाभाविकतया कार्यं भवति स्म खलु? न न न अत्र असंस्ति इति स्थले तु स्कोः संयोगाद्योरन्ते च इति एव प्रथमतया भवेत्. संयोगान्तस्य लोपः इति प्रथमतया भवति चेत् तदानीम् इत्युक्ते भवती किं वदति? असंस्ति इति संयोगान्तस्य लोपः इत्यनेन तकारस्य लोपः, पुनः संयोगान्तस्य लोपः इत्यनेन सकारस्य लोपः इति वदति वा? किं वदति? स्कोः संयोगाद्योरन्ते च इति प्रथमं सूत्रं भवति चेत् 8-23 इति भवति चेत् असंस्त् इति स्थिते सकारस्य लोपः अभवत्, अनन्तरं गच्छति. किमर्थम् 8-23 इति मया लेखनीयं? तत्र सूत्रसङ्ख्या तथा अस्ति खलु अष्टाध्याय्याम्? तदेव अष्टाध्याय्याम् एवम् उल्टा कृत्वा लिखति चेत् सम्यक् भवति खलु? इत्युक्ते भवती भवती वदति स्कोः संयोगाद्योरन्ते च इति सूत्रं प्रथमं स्यात्, 23 स्यात्, संयोगान्तस्य लोपः इति अनन्तरं स्यात् इति वदति भवती. तदा परन्तु पश्यामः यद्भवती वदति सम्यक् अस्ति वा इति पश्यामः. स्कोः संयोगाद्योरन्ते च इत्यस्मात् सूत्रात् किम् तत्र किमपि अनुवृत्तिः भवेत्? अनुवृत्तिः तु अस्ति. संयोगान्तस्य लोपः इत्यस्मात् लोपः इति किमपि आयाति? आम् आम् संयोगान्तस्य लोपः इत्यस्मात् अपि अनुवृत्तिः भवेत्. अनुवृत्तिवशात् एव एवं लिखितमस्ति. तावदेव. झलि झलि अपि अस्ति न? झलि इति पूर्वसूत्रात् अनुवृत्त्या आगच्छति अस्मि. इदानीं संयोगान्तस्य लोपः इत्यस्मात् अग्रे किं किं पदम् अनुवर्तते? लोपः इति गच्छति प्रायः. लोपः सर्वत्र गच्छति. हा लोपः इति गच्छति खलु. तादृशपदस्य अनुवृत्ति आवश्यकी अस्ति इति कृत्वा तत्र तत्र संयोगान्तस्य लोपः इति प्रथमं कृतम्. इदानीं तत्र रात्रस्य इति अपि सूत्रमस्ति खलु. संयोगान्तस्य लोपः अनन्तरम् अस्ति चेत् राक्षस्य इत्यस्य का गतिः? संयोगान्तस्य लोपः इति सूत्रमस्ति चेत् तदानीं राक्षस्य इति वक्तुं शक्नुमः, तस्य नियमनम् इति. या राक्षस्य इति एव प्रथमतया भवति चेत् राक्षस्य इति सूत्रं संयोगान्तस्य लोपः इति सूत्रमेव न द्रष्टुं शक्नोति चेत् कथं तत्र नियमनम् इति वक्तुं शक्यते खलु. अस्तु इति चेत् तत्र समानकार्यमेव भगिनी वदतु. न तत्र उत्सर्गसूत्रं प्रथमं वदति, तस्मात् अनन्तरमेव अपवादनियमः इति तथा नास्ति. कदाचित् अपवादसूत्रमपि पूर्वं भवितुमर्हति, तथा वस्तुतः नास्ति. परन्तु अत्र अनिवृत्तिः अस्ति, संयोगान्तस्य लोपः इत्यस्य कनेक्षन् रात्सस्य इत्यनेन सह अपि अस्ति. सत्यं सत्यम् इति कृत्वा संयोगान्तस्य लोपः प्रथमतया भवेत्, तदनन्तरमेव को संयोगाद्योरन्त्ये च. यदि को संयोगाद्योरन्त्ये च इति प्रथमतया भवति, सकारस्य लोपः प्रथमतया भवति. सकारककारयोः सकारः अथवा ककारः संयोगस्य प्रथमः वर्णः चेत् तदानीं पदान्ते सकारस्य ककारस्य लोपः भवति इति प्रथमं यदा सूत्रमस्ति. तदनन्तरं रात्सस्य इति सूत्रमस्ति, तत्र किं कथम् अवगन्तुं शक्नुमः? पदान्ते विद्यमानः संयोगः रेपात् परस्य सकारस्य एव लोपः भवति इति वयम् अवगच्छामः चेत् तत्र नियमनम् इति कथम् अवगन्तुं शक्नुमः? रात्सस्य इति सूत्रं संयोगान्तस्य लोप इति सूत्रं द्रष्टुं न शक्नोति, यतोहि एतस्य सूत्रस्य अनन्तरम् अस्ति. अतः कथं नियमनम् इति वक्तुं शक्नुमः? अपि च अनुवृत्तिः अपि न भवितुमर्हति, संयोगान्तस्य लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः आवश्यकी इति कृत्वा एतत् सर्वं दृष्ट्वा एतादृशरीत्या स्थापितं तावदेव. अस्तु, इदानीं किञ्चित् अग्रे गच्छामः. मीना भगिनी अग्रे पठति वा? धन्यवादः भगिनि. धन्यवादः, नमस्कारः. पठामि भगिनि. कुत्र भगिनि अत्र कश्चन प्रश्नः उदेति तत्र वा? आमामाम्, अत्र कश्चन प्रश्नः उदेति. असंस्कृ इति स्थिता स्थित्यां पदान्ते संयोगान्तस्य लोपः 823 स्कोः संयोगाद्योरन्ते इति द्वयोः अपि प्रसक्तिः तस्मिन् समये. सूत्रद्वयं त्रिपाद्याम्, अतः किमर्थं न पूर्वत्र सिद्धम् इत्यनेन परशास्त्रम् असिद्धम्. असिद्धत्वात् संयोगान्तस्य लोपः अत्र भवेत्. उत्तरमस्ति यत् पदान्ते स्कोः संयोगान्त्योरन्ते च ककारयोगान्ते च इति सूत्रं 829 संयोगान्तस्य लोपः 23 इत्यस्य अपवादः. यत्र पदान्तसंयोगे प्रथमसदस्य सकारः ककारः च तत्रापि संयोगान्तस्य लोपः भवति चेत् पदान्ते स्कोः संयोगान्त्योरन्ते च निरवकाशं भवति. अतः अपवादत्वात् पदान्ते अवसरे सति स्कोः संयोगान्त्योरन्ते च इत्येव प्रवर्तनीयं भवति. पूर्वतत्रिसमित्य इत्यस्य अपि अपवादः. प्रयत्नं करोमि भगिनि. तत्र कश्चन प्रश्नः उदेति, आसन् आसन् इस् इति नकारक सकारक तकारक अस्ति इति स्थित्यां संयोगान्तस्य लोपः प्रसक्तिः अस्ति. स्कोः संयोगाद्योरन्ते च सकारककारयोः स्को सम्यक् किं वदति तत्र सकारककारयो लोपो जलि जलिपरे अस्ति तत्र अन्ते च संयोगान्त्य तस्य प्रसक्तिः अपि अस्ति इति द्वयोः प्रसक्तिः अस्ति. सूत्रद्वयं त्रिपाद्याम् अस्ति. अतः किमर्थं न पूर्वत्र सिद्धं 23-29 इत्यनेन परशास्त्रम् असिद्धम्. परशास्त्रमस्ति सुदक्स्को संयोगान्तस्य अन्ते च एव असिद्धं भवति किल असिद्धत्वा संयोगान्तस्य लोपः अत्र भवेत् अत्र पूर्वत्र सूत्रद्वयं पूर्वत्र सिद्धम् इति भवति तस्मात् तत्र परशास्त्रम् असिद्धं परशास्त्रं तत्र स्को संयोगान्त्योऽन्ते च यदि परशास्त्रं संयोगान्तस्य कृते परशास्त्रम् असिद्धम् असिद्धत्वात् संयोगान्तस्य लोपः एव कर्तव्यं सूत्रं भवेत् अत्र सो असन्तिस् इति असन्स् असन्स् इति तिष्ठति उत्तरमस्ति यत् पदान्ते स्कोः संयोगाद्योरन्ते च इति सूत्रं संयोगान्तस्य लोपः इत्यस्य अपवादः यत्र पदान्तसंयोगे प्रथमसदस्य सकारः ककारः च तत्रापि संयोगान्तस्य लोपः भवति चेत् तत्र क्लेशः भवति मम मनसि तत्र भगिनी उत्तरमस्ति यत् पदान्ते स्कोः संयोगाद्योरन्ते च इति सूत्रं संयोगे इत्यस्य अपवादः यत्र पदान्तसंयोगे प्रथमसदस्य सकारककारः च तत्रापि संयोगान्तस्य लोपः भवति चेत् पदान्ते स्को संयोगाद्योन्ते च निरवकाशं भवति किमर्थं तत्र यदि संयोगान्तस्य लोपः कार्यं करोति चेत् प्रथमं वा संयोगान्तस्य कार्यं करोति चेत् प्रथमं तत्र असन्निस् भवति स्को संयोगान्तः निरवकाशं तत्र तस्य निमित्तं पूरितं न भवति सकारः न अत्र पश्यतु भगिनि अत्र पश्यतु असन्त् नकारसकारतकारः अत्र किमर्थं स्कोः संयोगाद्यरन्ति चेत् यस्य कार्यं स्यात् अत्र सकारतकारयोः संयोगः अस्ति अतः संयोगान्तस्य लोपः इति प्रथमतया भवतु यतोहि स्कोः संयोगाद्यरन्ते चेत् इति सूत्रं परसूत्रम् अस्ति त्रिपाद्याम् अस्ति असिद्धम् अस्ति अतः संयोगान्तस्य लोपः इति सूत्रं तु स्कोः संयोगाद्योरन्ते च इति सूत्रं द्रष्टुं न शक्नोति अतः साक्षात् संयोगान्तस्य लोपः इति तकारस्य लोपः भवति इति भवेत् खलु किमर्थम् अत्र स्कोः संयोगाद्योरन्ते च इत्यनेन प्रथमतया भवति इति वदति तत्तु नास्ति खलु पूर्वत्र सिद्धम् इत्यस्य विरोधम् अस्ति खलु विरोधसूत्रमस्ति खलु इति चेत् तदानीं यथा भवती वदति निरवकाशत्वं भवति अतः अपवादयोरन्ते च आम् वदतु अतः अपवादत्वा पदान्ते अवसरे सति स्कोः संयोगाद्यन्ते च इत्येव प्रवर्तनीयं भवति निरवकाशत्वात् तस्य कार्यं करोति पूर्वतसम् इत्यस्यापि तस्यापि अपवादः पूर्वत्र सिद्धमस्ति 8-1 भवति किल तत्र स्को संयोगान्तस्य 8-29 परसूत्रम् इति परसूत्रम् असिद्धं भवेत् परन्तु इदानीं तस्य अपवादः भवति किमर्थमिति चेत् स्को संयोगाद्यन्ते च इति सूत्रस्य निरवकाशं भवति तादृशं मा भवेत् इति कारणेन वा आमां स्कोः संयोगाद्योरन्ते च इत्यस्य अवकाशः कुत्र न कुत्रापि न भवति यत्र यत्र संयोगस्य आदौ सकारः अस्ति तत्र सर्वत्र संयोगान्तस्य लोपः इत्यनेनैव अन्तिमवर्णस्य लोपः भवति चेत् स्कोः संयोगाद्योरन्ते च इत्यस्य अवकाशः कुत्रापि न भवति सूत्रं सूत्रं व्यर्थं भवति अतः तं तद् न भूत् इति कृत्वा संयोगान्तस्य इत्येव कार्यं करोति तत्र पूर्वत्र सिद्धम् इत्यस्य अपवादः अस्ति. अपवादः सम्यक् अत्र पठामि वा? न न तावत् इदानीं पश्यामः सर्वे सर्वैः बुद्धं वा न वा इति एकवारं पश्यामः. उमा भगिनी अवगतं वा वदतु. अस्ति वा उमा भगिनी? अन्म्यूट् करोतु. अस्तु तर्हि इदानीम् अग्रे गच्छामः. तर्हि किमस्ति लक्ष्मी भगिनी एकवारं वदतु भगिनि, सर्वेषां बोधः अभवत्. प्रयत्नं करिष्यामि भगिनि. अत्र प्रश्नः अस्ति इति प्रश्नः अस्ति यत् असंस्त् इति स्थित्यां संयोगान्तस्य लोपः तथा स्कोः संयोगाद्योरन्ते च इति द्वयोः अपि सूत्रयोः प्रसक्तिः अस्ति. सूत्रद्वयं च त्रिपाद्यामेव अस्ति. तर्हि पूर्वसूत्रं प्रति परसूत्रम् असिद्धं भवति चेत् पूर्वसूत्रमस्ति संयोगान्तस्य लोपः इति, तत् सूत्रमेव प्रथमं स्यात्. अनेन सूत्रेण द्वितीयं सूत्रम् असिद्धमपि भवति. तर्हि पूर्वसूत्रेण इदानीम् असंस्त् इत्यस्य तकारस्य लोपः क्रियते चेत्, अन्तिमवर्णस्य लोपः क्रियते चेत्, स्कोः संयोगाद्योरन्ते च इति सूत्रस्य इदानीं प्रसक्तिः एव न स्यात्. तर्हि अत्र सकारस्य लोपः न जायते. तथा कुर्मः चेत् इष्टरूपसिद्धिः अपि न भवति. स्कोः संयोगाद्योरन्ते च इति सूत्रस्य निरवकाशत्वं भवति. इति कारणात् अपवादेन स्कोः संयोगाद्योरन्ते च इति सूत्रं यद्यपि परसूत्रमस्ति, त्रिपाद्यं वर्तते, असिद्धत्वम् अस्ति, तथापि अपवादत्वेन पूर्वम् इत्युक्ते प्रथममेव कार्यं करोति इति अत्र लिखितम् इति भावयामि. भगिनि हा इत्युक्ते स्को संयोगाद्योरन्ते च इति संयोगान्तस्य लोपः इत्यस्य अपवादभूतसूत्रम्. अतः त्रिपाद्यामपि अपवादत्वं वर्तते. त्रिपाद्यां वयं किं वदामः? पूर्वत्र सिद्धम् इत्यनेन पूर्वं प्रति परम् असिद्धम् इति वयं वदामः खलु. तादृशव्यवहारः सर्वत्र भवति इति नास्ति. यत्र अपवादस्य विषयः अस्ति तत्र पूर्वत्र सिद्धम् इत्यस्य कार्यं न भवति. भवती उक्तवती एव. अपि च इदानीं तकारस्य लोपः करोति चेत् पुनः नकार सकारयोः संयोगः अस्ति. तत्र पुनः संयोगान्तस्य लोपः इत्यनेन एव कार्यं कर्तुं शक्यते इति अपि एकः प्रश्नः अत्र भवति. आमां पुनः संयोगान्तस्य लोपः इत्यनेन एव कार्यं भवति. असन् इति रूपं लभ्यते, तदेव सम्यक् रूपमपि अस्ति. अत्र क्लेशः नास्ति, परन्तु अन्यत् दोषः भवितुम् अर्हति. अन्यत्र अत्र प्रसङ्गवशात् सम्यक् रूपं लभ्यते किन्तु अन्यत्र तु एतादृशं कुर्मः चेत् इष्टरूपसिद्धिः न भवति. तत्तु एकमस्ति, इष्टरूपसिद्धिः न भवति. अपि च इदानीं कोः संयोगाद्यरन्ते च इत्यस्य अवकाशः कुत्र? अवकाशः अपि न भवति. इति अस्ति खलु, संयोगान्तस्य लोपः सर्वत्र भवति, अतः कोः संयोगाद्यरन्ते च इत्यस्य कुत्र अवकाशः? सूत्रं व्यर्थं खलु. तस्य अवकाशः कुत्रचित् कल्पनीयम् अस्माभिः. खलु अस्तु अस्तु तर्हि अग्रे भवते एव पठतु. अस्मिन्नेव प्रसङ्गे कोऽपि प्रष्टुं शक्नोति यत् लङित् लोपे सति असंस्त् इति स्थितौ संयोगः अस्ति त्रयाणां वर्णानां, नकारसकारतकाराणां. तस्मात् सकारसंयोगस्य आदौ नास्ति इति कृत्वा सकारः संयोग तस्य नास्ति इति कृत्वा स्कोः संयोगाद्योरन्ते च इति प्रसक्तं न। किन्तु यथोक्तम् उपरि संयोगः द्वयोः वर्णयोः एव न तु त्रयाणाम्, अतः अत्र संयोगद्वयं वर्तते नकारसकारयोः सकारतकारयोश्च। सकारतकारयोः संयोगः पदान्ते, तत्र च प्रथमसदस्यः सकारः इत्यस्मात् स्कोः संयोगाद्योरन्ते च इति सूत्रं प्रसक्तं प्राप्तं च। अत्र समानप्रसङ्गे असंस्त् इति प्रसङ्गे तकारस्य अत्र संयोगः वर्तते नकारसकारतकारयोः। यद्यपि अत्र संयोगः इति वक्तुं शक्नुमः, तथापि द्वयोः वर्णयोः एव संयोगसंज्ञा भवति इति कृत्वा नकारसकारयोः अपि च सकारतकारयोः संयोगद्वयं वर्तते इति कृत्वा पदान्ते वर्तमानः संयोगः अस्ति सकारतकारः, तयोः प्रथमवर्णः अस्ति सकारः इति भाव्य अत्र स्कोः संयोगाद्योरन्ते च इति सूत्रम् एव कार्यं करोति। अपि च अत्र पदान्ते एव वर्तते इति अपि अस्ति, संयोगस्य आदिमवर्णः सकारः अस्ति, तस्य लोपः अनेन सूत्रेण क्रियते, प्रसक्तिः अपि अस्ति, प्राप्तिः अपि तदेव भवति इति अत्र उल्लिखितम्। आमां समीचीनं सम्यक् अस्तु। तर्हि इदानीम् अग्रे विजयलक्ष्मी भगिनी, प्रायः उत्सर्गसूत्रात् यदा अपवादसूत्रं बलीयः भवति इति कार्यं करोति, तस्य कार्यानन्तरं पुनः उत्सर्गसूत्रस्य कार्यं किञ्चित् सम्यक् न भासते। तत् भिन्नस्थलमस्ति खलु, स्थलं समानस्थले भवति चेत् तत्र तथा वक्तुं शक्नुमः, अत्र भिन्नं स्थलमस्ति खलु। अस्तु अस्तु, भिन्नस्थले पुनः कार्यस्य अवकाशः अस्ति चेत् भवति एव। यद्भवति वदति सम्यक् अस्ति, भवती वदति अपवादः इति चेत् अस्य अनन्तरम् उत्सर्गसूत्रस्य कार्यं न स्यात् इति समीचीनं, परन्तु समानस्थले नास्ति, भिन्नस्थले। अन्यः प्रश्नः उदेति, किमर्थं न पूर्वमेव नश्चापदान्तस्य झलि इत्यनेन अनुस्वारः आरम्भे एव असंस्त् तदा स्कोः संयोगाद्योरन्ते च इत्यनेन असन्त् तदा अनुस्वारस्य ययि परसवर्णः इत्यनेन नकारः असन्त् तदा पूर्वत्र सिद्धम् इत्यनेन इत्यनेन संयोगान्तस्य लोपः इत्यस्य दृष्ट्या नकारः असिद्धः अतः असन्त् इत्येव स्यात्। उत्तरम् अस्ति यत् अस्मिन् क्रमे नश्चापदान्तस्य झलि इत्यस्य अवसरः न भवति एव स्वस्य त्रिपाद्यां परत्वात्। स्कोः संयोगाद्योरन्ते च संयोगान्तस्य लोपः सूत्रद्वयमपि अष्टाध्यायस्य द्वितीयपादे अतः अष्टमाध्यायस्य द्वितीयपादे अतः पूर्वं भवन्ति। असन् इति रूपं सिद्ध्यति, असन् इति दशायां नकारात् परे झल् तु नास्ति एव, अतः अस्यां प्रक्रियायां नश्चापदान्तस्य झलि न कुत्रापि भवति। आरम्भात् अन्तपर्यन्तं नुम् आगमस्य नकारः न इत्येव तिष्ठति। अन्यः प्रश्नः अत्र अस्ति, त्रिपाद्यां नश्चापदान्तस्य झलि तु त्रिपाद्यां तृतीयपादे अस्ति। अन्यः प्रश्नः उदेति, किमर्थं न पूर्वमेव नश्चापदान्तस्य झलि, तद् अष्टमाध्याये अस्ति वा नश्चापदान्तस्य झलि? भगिनि, नश्चापदान्तस्य झलि अपि त्रिपाद्यामेव अस्ति, वस्तुतः तृतीयपादे अस्ति, तदा पूर्वमेव कथम् इति कश्चित् पृच्छति। तादृशप्रश्नः अस्माभिः न पृच्छ्यते। यदि एवं कोऽपि पृच्छति चेत् तत्र उत्तरं कथं भवेत् इति एकवारं प्रायः धातोः निर्माणवे लौकिकनिर्माणवेलायां लौकिकधातुः निर्मीयते खलु साधारणतया नश्यपदान्तस्य यदि तत्रैव कार्यं करोति इति पुनः इति अस्ति धातुनिर्माण सत्यं धातुनिर्माण अवसरे एव नकारस्य नष्टापदान्तस्य जलि इत्यनेन अनुस्वारः भवेत् तर्हि असंस् इति अस्ति रूपं तत्र अनुस्वारस्य परसवर्णः इत्यस्य कार्यं नास्ति असंस्त् इति अस्ति इदानीं वसुतः संस्त् इति अस्ति इदानीम् अडागमः असंस्त् योगः तकारः पुनः द्वितीय अध्याये कथम् आगन्तुं शक्यते इति अस्ति तदा तत्र वस्तुतः नशापदन्तस्य जलि इति सूत्रम् असिद्धमस्ति अतः यदा धातोः निर्माण अवसरे आदौ अस्माभिः नशापदन्तस्य जलि इति सूत्रस्य कार्यं न करणीयं तर्हि एतादृश यद्यपि सामान्यतया वयं कुर्मः परन्तु अत्र किं सपादसप्ताध्यायं यानि सूत्राणि सन्ति अथवा पूर्वसूत्राणि यानि सन्ति त्रिपाद्यां तेषां कार्यं प्रथमतया भवेत् तदानीमेव परसूत्रस्य कार्यम् अतः असंस्त् इति आरम्भे एव नष्टापदन्तस्य जलि इति धातुनिर्माण अवसरे एव भवति इति न वक्तव्यम् अत्र प्रक्रिया अवसरे यदा वयं धातुम् आनयामः तदानीम् एतादृशसन्धिकार्यं त्यक्त्वा एव आनयामः तत्र यद्यपि धातुपाठे धातुपाठे नष्टापदन्तस्य जलि इति प्रदर्श्यते परन्तु यदा वयं प्रक्रियार्थं वयम् आनयामः धातुं तदानीम् एतादृशकार्यं त्यक्त्वा एव आनयामः आं सत्यम् परीक्षायाम् एतादृशः प्रश्नाः अपि भवन्ति किमर्थं पठन्ति इत्यत्र किमपि अस्ति खलु भगिनि पठन्ति इत्यत्र पठन्ति इत्यत्र किम् अस्ति पठन्ति इत्यत्र अन्ति नकारस्य तत्र तु नकारपदस्य जलि इत्यस्य प्रसक्तिः नास्ति तत्र पठन्ति अन्यत् किमपि आसीत् तत्र किमर्थम् अनुस्वारः न भवति नकारः एव आयाति तत्र तु यत्र णत्वस्य प्रसङ्गः अस्ति तत्र णत्वस्य प्रसङ्गः आसीत् तद् प्रश्नः इदानीं मनसि न आयाति तत्र लाजिक् तु एतदेव किम् अस्ति इति वदतु एकवारम् अत्र नुमागमः केन कारणेन भवति इदितो नुम् धातोः इत्यनेन नुमागमः इदितो नुम् धातोः इत्यनेन नुमागमः भवति अत्र नश्चापदान्तस्य जलि इति इत्यनेन नुमागमस्य अनुस्वारः पूर्वं कृत्वा असम् इति कृत्वा तदनन्तरम् अनुस्वारस्य यै परसवर्णः इति नकारः चतुर्थपदे अस्ति तत्र नकारः किमर्थं न आनेतुं शक्यते तत्र स्कोः संयोग अद्योरन्ते च इत्यनेन तत्र असन्त् इति भवति चेत् तत्र सकारः नास्ति अतः तस्य कार्यमपि नास्ति इति प्रश्नः परन्तु उत्तरमस्ति संयोग अन्तस्य लोपः इति दृष्ट्या तु नकारः असिद्धः अस्ति असन्त् इति एव भवति अतः प्रश्नः एव सम्यक् नास्ति भगिनि प्रश्नः समीचीनम् अस्ति समीचीनं नास्ति इति न इत्युक्ते तत्र धातुपाठे धातोः निर्माणं यदा धातोः निर्माणं यदा क्रियते तदानीं तु नष्टापदान्तस्य जलि इति सर्वं कृत्वा एव प्रदर्श्यते खलु इदानीं तत्र रूपं दर्शयितुं नष्टापदान्तस्य जलि इति तर्हि तत्र प्रक्रियां कर्तुं कोऽपि तादृशधातुम् आनयति चेत् तदानीम् एतादृशक्लेशः भवति तत्र नशापदान्तस्य जलि इत्यनेन अनुस्वारः जातः. इदानीं स्कोः संयोगाद्योरन्ते च इत्यस्य कार्यं भवति. तर्हि अनुस्वारस्य हि परसवर्णः इत्यनेन नकारः इति एवं रीत्या चिन्तनं तदानीं भवितुम् अर्हति. परन्तु इदानीम् अत्र शिक्षा का इति चेत् प्रक्रिया अवसरे एतादृशसन्धिकार्याणि त्यक्त्वा एव अस्माभिः धातुः आनेतव्यः इति एव शिक्षा अत्र खलु. न परन्तु विदितोनं धातोः इत्यस्मिन् तत्र नश्यपदान्तस्य झलि इत्यनेन तत्र नुमागमः, तस्मात् तस्य अनुस्वारः परसवर्णः भवति न भगिनि तत्र तु? हा इति धातुपटे प्रदर्श्यते, इति धातुपटे प्रदर्श्यते नुमा तत्र नश्यापदान्तस्य जले अनुस्वरस्य परसवर्णः इति सूत्रद्वयं कृत्वा धातुपटे प्रदर्श्यते, तत्र क्लेशः नास्ति. परन्तु यदा वयं प्रक्रियार्थं धातुम् आनयामः तदानीं तादृशकार्यं त्यक्त्वा एव आनेतव्यम्. ओ एवं अस्तु पर्टिक्युलर्ली वेन् युर् डूयिङ्ग् दि सन्धिकार्याणि. अन्यत्र कदाचित् क्लेशः न भवति, एतद् नशापदन्तस्य जलि अनुस्वर परसवर्णः अस्ति चेत् क्लेशः न भवति. परन्तु यत्र हल् सन्धिकार्याणि वयं कुर्मः, हलन्तधातुः अस्ति अनन्तरं हल् वर्णः अस्ति, तदानीं तु एतादृशक्लेशः अवश्यं भवति. अस्तु अस्तु भगिनि. अतः तत्र इदितोनुं धातोः इति सप्तमाध्यायस्य प्रथमपादे यत् नुमागमः अस्ति तत्तु नकारः इत्येव अस्ति, तस्य अनुस्वारः न भवति एव, तत्तु अनन्तरमेव भवति, पूर्वमेव न करणीयम्. अष्टमाध्यायस्य द्वितीयपादे सूत्रद्वयम् अस्ति, तेषां कार्यं पूर्वं भवति, अतः अत्र नश्यापदान्तस्य झलि इत्यस्य प्रसक्तिरेव नास्ति. अतः अनुस्वारस्य यै परसवर्णः इत्यस्य तु इतोपि न प्रसक्तिः नास्ति. अत्र अत्र किं वक्तव्यम् इति चेत् अकृतव्यूहाः पाणिनीयः इति वक्तव्यं. पाणिनीयाः इति अस्ति खलु, अकृतव्यूहाः पाणिनीयाः. तत्र किमस्ति इति चेत् अत्र तत्र नकारस्य अनुस्वारादेश आदेशं कर्तुं निमित्तमस्ति सकारः. तादृशसकारः नशिष्यमाणम् अस्ति, कोः संयोगादिवरन्ते च इति नशिष्यमाणम् अस्ति. तर्हि नशिष्यमाणं निमित्तं न स्वीकर्तव्यम्, अतः नशापदन्तस्य जलि इति सूत्रं न करणीयं प्रक्रियार्थम्. एकस्य सूत्रस्य कार्यं नष्टः जायते खलु. हा निमित्तं नशिष्यमाणम् अस्ति अग्रे गत्वा इति कृत्वा नशापदन्तस्य जलि इति न करणीयमेव. अतः प्रक्रियायां सकारतकारः इति गृहीत्वा वयम् अग्रे गच्छामः. अस्तु, अस्य विषये पुनः अग्रिमसप्ताहे एकवारं पश्यामः. अत्र स्थगनं कुर्मः, समयः अतीतः. कोऽपि संशयः अस्ति वा? धन्यवादः भगिनि. धन्यवादः भगिनि. नमस्कारः. धन्यवादः भगिनि.